नमस्ते महोदय। नमस्कारः महोदय। भगिनी नमस्कारः भगिनी। नमस्ते। मङ्गलश्लोकं वदामः महोदय, यावत् प्रतीक्षां कुर्मः। शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्याये सर्वविघ्नोपशान्तये। सरस्वती नमस्तुभ्यं वरदे कामरूपिणि, विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः, गुरुसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरं। संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं, संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरं। संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मनमाहुतं मन्ये, वन्दे संस्कृतमातरं। हिन्दुधर्मं समाजञ्च पवित्रां संस्कृतिं तथा संरक्षणं कुर्याम विश्वं शान्तिसमन्वितम्। नमस्कारः महोदय। श्रूयते खलु? आं भगिनि। प्रार्थना समाप्ता किम्? किं महोदय? प्रार्थना समाप्ता किम्? आं महोदय, समाप्ता। आम् अष्टादशतमः श्लोकः समाप्त। पठितः खलु? आं महोदय, एषः पठितः। प्रारभ्यताम्। अस्तु महोदय, पठामि। इदमारोप्य मिथुनं कुण्डिनं यातुम् अंहसि। मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं यथा स्यन्दनं तथा अश्वांशे अश्वांशेमान् यथा कामं वसवान्यत्र गच्छ वा दमयन्त्यास्तु तद्वाक्यं वार्ष्ण्यो नलसारथिः न्यवेदयत् अशेषेण नलमायत्येषु मुख्यशः तैः समेत्य विनिश्चित्य सोऽनुज्ञातो महीपते ययौ मिथुनमारोप्य विदर्भोस्तेन वाहिना विदर्भांस्तेन वाहिना विदर्भांस्तेन वाहिना हयांस्तत्र विनिक्षिप्य सूते रथवरं च तम् सूतो रथवरं च तम् इन्द्रसेनां च तां कन्याम् इन्द्रसेनं च बालकम् ओ ततः तावद् तर्हि कुत्र स्म तत्र तत्र तत्र सारथिं तया पठ्यमानमस्ति भव्या भवत्या वा आं महोदय अद्य अद्य किमर्थं ध्वनिः बहु मन्दं श्रूयते भवत्याः? एवं वा अधुना महोदय मम अहं पूर्णतया वाल्यूम् अधिकं कृतवती अस्मि, परन्तु एकनिमिषं प्रायः मम वाल्यूम् प्रायः मम न्यूनमासीत् अधुना महोदय इदानीं सम्यक् अस्ति क्षम्यतां तत्तर्हि नलस्य दयितान् अश्वान् योजयित्वा मनोजवान् तर्हि तत्र सारथिः तत्र अश्वान् योजयति वा तत्र इदानीं नलस्य विषये कश्चन विषयः अस्ति, तस्य सः अश्वप्रियः, अश्वहृदयम् इति विद्यामपि सः पठितवान्, अत्युत्तम अश्वारोही सः नलः, अतः तस्य अतिप्रियाः केचन अश्वाः अपि भवन्ति, अतः एव नलस्य दयितान् अश्वान् इति उक्तवान्। मनोजवान् बहु वेगशालिनः अश्वाः तथा नलस्य प्राणप्रियाः अश्वाः, तादृशान् अश्वान् योजयित्वा गच्छतु इति दमयन्ती वदति। तं तस्य नाम वार्ष्णेयः इति। तत् सारतेः नाम वार्ष्णेयः इति खलु वार्ष्णेयः, आम् भवति स वदति खलु पूर्वतनश्लोके धात्रीं भवानेव शरणम् इति उक्तवती सहायं कुरु इति मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा अश्वान् च इमान् यथा कामं दारकौ इत्युक्ते पुत्रौ, एका पुत्री, आम् एकः पुत्रद्वयं, पुत्रः एकः पुत्री एका, उभौ अपि नीत्वा गच्छतु इति खलु अतः तत्र नीत्वा गत्वा मिथुनौ तौ पुत्रः पुत्री इति, अतः मिथुनं कुण्डिनं मिथुनम् आरोप्य कुण्डिनं यातुमर्हसि, तां द्वारकौ तौ द्वारकौ स्यन्दनमपि ज्ञातिषु निक्षिप्य, ज्ञातिषु इत्युक्ते सहोदराः वा अथवा तस्याः दमयन्त्याः पितुः गृहे ये ज्ञातयः सन्ति दायादयः, तेषु निक्षिप्य तेषां आश्रये स्थापयित्वा अन्तरम् अग्रे दयमन्ती क्षम्यतां दयं दमयन्त्या अस्तु तद्वाक्यं वार्ष्णेयः नलसारथिः न्यवेदयति तत्र इतोपि एका पङ्क्तिः अस्ति खलु अश्वान् च अश्वानपि स्थापयित्वा यथा कामं वस अथवा अन्यत्र गच्छ वा अन्यत्र गच्छ यतः इदानीं नलस्य राज्यं नष्टं, सर्वं नष्टं खलु, अतः सारथेः कृते धनं दातुमपि तस्य समीपे किमपि नास्ति, अतः सारथेः अन्यत्र गत्वा कार्यं करणीयं भवति खलु, अतः कुत्र वा गच्छ, तर्हि यथा सारथिः कामं अपि वसा, यत्र इच्छति तत्र वसा तत्र अपि। वसति। सारथिः अपि इदं वाक्यं दमयन्त्याः वाक्यं श्रुत्वा किं न्यवेदयत्, अत्र न्यवेदयत् अशेषेण नलम् आत्येषु मुकेशः इति किम् इति नलामात्येषु, नलस्य अमात्यः नलामात्यः मात्याः आम् तेषु। अस्तु महोदय तत्र वार्ष्णेयः इत्युक्ते नलसारथिः वार्ष्णेयः इति किमर्थं दत्तम्? तस्य नाम वार्ष्णेयः, तस्य न नाम एव वार्ष्णेयः इति, ओके यद्यपि कृष्णस्य अपि वार्ष्णेयः इति नाम अस्ति, वृष्णिवंशीयः वृष्णिवंशीयः इति, अत्र सारथेः नाम एव वार्ष्णेयः इति। अस्तु। तर्हि सः किं करोति, तैः समेत्य विनिश्चित्य सोनुज्ञातः महीपते, सः अनुज्ञातः इति अनुज्ञातः ते अमात्यैः अनुज्ञातः। ययौ मिथुनम् आरोप्य विदर्भाः विदर्भान् तेन वाचितः। विदर्भान् राज्यान् यदा देशाः राज्यानि भवन्ति सर्वत्र केवलं एकवचने न भवति, सर्वदा बहुवचने एव भवति, कोसलेषु विदर्भेषु तथा एव भवति, अतः एव विदर्भान् इति बहुवचने द्वितीयवचनं सः द्वितीयप्रत्यय। नीतवान् मिथुनं नीतवान् इति। अग्रे अन्यः कृपया अन्यः पठतु, कस्य क्रमः अस्ति? अहं पठामि, पठतु महोदय। अग्रिमश्लोकः अपि अस्ति खलु, तत्र हयांस् तत्र विनिक्षिप्य सूतः तं रथवरमपि तत्र निक्षिप्य इन्द्रसेनां, ताम् इन्द्रसेनां कन्याम्, इन्द्रसेनं बालकमपि तत्र विनिक्षिप्य इति, तत्र अग्रे अनुवर्तनं भवति अग्रिमश्लोके। कुतः चतुर्विंशति श्लोकादारभ्य पठनीयं महोदय। आमन्त्रे भीम आमन्त्र्य भीमं राजानम् आर्तः वा आर्तशोचन्नलं नृपम्, आर्तशोचन्नलनृपम् अटमानस्ततो तथोयोध्यां जगामनगरीं तदा ऋतुपर्णं स गजानम् उप राजानं ऋतुपर्णं स राजानं ऋतुपर्णं स राजानम् उपतस्ते सुदुःखितः भृतिं चोपययो तस्य सारथ्येन महीपते। अत्रैव अध्यायः समाप्यते अध्यायस्य खलु? समाप्तम्, अध्यायः अस्तु, समाप्तम्। एतावत् पर्यन्तं द्वयस्य अर्थं वदतु, अनन्तरं तात्पर्यं। भीमम् आमन्त्र्य राजानम् आर्तशोचनलं नृपं शोचन् सः शोचन् सारथिः आर्तः भूत्वा राजानं भीमम् आमन्त्र्य नृपं नलं शोचन् इत्युक्ते नृपं तत्र नलं चिन्तयित्वा नलं नृपं चिन्तयित्वा शोचन् दुःखितः भूत्वा अनन्तरं अठमानः ततः अयोध्यां जगाम नगरीं तदा अयोध्यां अयोध्यां नगरीं नगरीं जगाम जगाम जगाम तत्र तदा अयोध्या नगरीं जगाम ऋतपूर् ऋतु ऋतुप ऋतुपर्णं तस्य सः राज्ञः नाम ऋतुपर्णः इति, ऋतुपर्ण अयोध्यायां सः राजा राजानं आसीत्। ऋतुपर्णं राजानम् उपतस्ते उपतस्थे इति उपागमत् प्राप्य सुदुःखितः भूत्वा सुदुःखितः भृतिं च उपययौ तस्य सारथ्येन महीपते। हे महीपते, सारत् तस्य साहित्येन भृतिम्। भृति इत्युक्ते वेतनं, ओ प्रतिमासं भवति खलु धनं, तत् अत्र केन किं कार्यं कृत्वा, केन कार्येण, सारथ्यं वा? आरत्येन ऋतुपर्णस्य भृत् सारथिपदे सत्य कार्यं प्राप्य तत्र वेतनमपि प्राप्तवान्। तत्र ऋतुपर्णस्य अयोध्यायाम् एव वसति स्म सः ओ वार्ष्णेयः। नलः। नलः न, वार्ष्णेयः, वार्ष्णे सारथि। सारथिः। अनन्तरमेव आगच्छति नरः, इतोपि बहु अस्ति मध्ये। ततस्तु अग्रिममपि पठतु। ततस्तु या ततस्तु या ते वार्ष्णी वार्ष्णेय वार्ष्णेये पुण्यश्लोकस्य दिव्य धी दिव्यतः। दिव्यतः पुष्करेण हृतं राज्यं यच्चान्यद्वसु किञ्चन हृतराज्यं नलं राजन् प्रहसन् पुष्करो ब्रवीत् धूतं प्रवर्ततां भूयः प्रतिपाणोऽस्ति कस्तव द्यूतमिति मन्ये, द्यूतं द्यूतं द्यूतं द्यूतं प्रवर्ततां भूयः प्रवर्तताम् प्रतिपाणोऽस्ति भूयः। प्रतिपाणोऽस्ति कस्तव तावत् वा। तात्पर्यं वदतु। ततः तु याते वार्ष्णेये पुण्यश्लोकस्य दिव्यवः दीव्यतः, दीव्यतः दिव्यतः इत्युक्ते यः दिव्यन् अस्ति सः दीव्यत्, दिव्य इति शतृन्तपदं भवति, तस्य षष्ठीविभक्तिः। ततः सतीसप्तमी खलु सतिसप्तमी वार्ष्णेयः। वार्ष्णेये याते ततः तु पुण्यश्लोकस्य दिव्यवः पुष्करेण हृतं राज्यं यत् च अन्यत् वसु किञ्चन वसु अत्र ऐश्वर्यम्, ऐश्वर्यम् इति अस्तु। इदानीम् अत्र केवलं पुण्यश्लोकस्य इत्येव दत्तं। कः पुण्यश्लोकः इति जानीमः, नलः दिव्यतः नलस्य राज्यं सर्वं केन हृतं, पुष्करेण हृतम् तथा पुनः किञ्चन अन्यद्वस्तु वसु अपि हृतं, ऐश्वर्यमपि हृतं। सः हृतराज्यं नलं हृतराज्यं नलं राजन् प्रह्रसन् राजन् नलं प्रहसन् पुष्करः अब्रवीत् पुष्करः प्रहसन् पुष्करः हृतराज्यं नलम् हृतराज्यम् अब्रवीत्। अब्रवीत् हसन् अब्रवीत् द्यूतं प्रवर्ततां भूयः प्रतिपाणः अस्ति कः तव प्रतिपाणोऽस्ति कः तव इति प्रश्नः तत्र। ओ इतोपि इतोपि राज्यं सर्वं न हृतम्, इतोपि तति तत्र पणरूपे स्थापयितुं प्रतिपाणः इति तस्य नाम। किमपि अस्ति किं भवत्या, भवतः समीपे द्यूतं प्रवर्ततां भूयः, पुनः पुनः द्यूतस्य अनुवर्तनं भवतु इति। हरिं क्षम्यतां, हरिमहोदय सर्वं कुतारभ्य तृतीये तिष्ठ तिष्ठाति। तिष्ठाते दमयन्त्येका सर्वमन्याज्जितं मया सर्वम् अन्याज्जितं मया अन्या दमयन्त्या दीर्घः नास्ति, सर्वम् सर्वमन्यज्जितं मया। अन्यज्जितं मया दमयन्त्याः पणस्साधु वर्ततां यदि मन्यसे पुष्करेणैव मुक्तस्य पुण्यश्लोकस्य मन्युना व्यदीर्यत इव, व्यदीर्यत व्यदीर्यतेव एव इति हृदयं एकारः। व्यदीर्यतेव हृदयं न चैनं किञ्चिदब्रवीत् ततः पुष्करमालोक्य नरः परममन्युमान् उत्सृज्य सर्वगोत्रेभ्यः भूषणानि गात्रेभ्यो गात्रेभ्यः भूषणानि महायशाः एकवासाह्यसंवीतः सुहृच्छोकविवर्धनः निश्चक्राम ततो राजा त्यक्त्वा सुविपुलां श्रियम् अन्यदेकमपि किम् दमयन्त्येकवस्त्राथ गच्छन्तं पृष्ठतोन्वगात् सतया बाह्यतः सार्धं त्रिरात्रं नैषधो वसत् अस्तु शिष्टा ते दमयन्त्ये शिष्टाः ते दमयन्त्या एका दमयन्ती दमयन्ती एका एका इति दमयन्ती अवशिष्टा एका इति दमयन्ती दमयन्ती एका एव अवशिष्टा इति अवशिष्टा अवशिष्टा इति शिष्टा ते दमयन्ती एका अवशिष्टा नाम अवशिष्टा सर्वमन्यत जितं मया जितं दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे यदि इच्छसि भवान् तर्हि दमयन्त्याः पणः साधु भवतां भवतु इति वर्तता भवतु पुष्करेण एव मुक्तस्य पुण्यश्लोकस्य नाम नलस्य मन्युना कोपेन इव हृदयं यदीर्यत इव व्यदीर्यत इव हृदयं न च एनं किञ्चिदब्रवीत् किञ्चिदपि किमपि पुनर्न उक्तवान् तूष्णीं तिष्ठवान् ततः पुष्करमालोक्य नलः परममन्युमान् कोपयुक्तः मन्युः कोपः परमकोपयुक्तः नलः पुष्करमालोक्य दृष्ट्वा ततः नाम तदनन्तरम् उत्सृज्य सर्वगात्रेभ्यः स्वशरीरात् उत्सृज्य विमुच्य कानि भूषणानि विमुच्य आभरणानि सर्वाणि उत्सृज्य उत्सृज्य महायशः यशोवान् एकवासः एकवस्त्रः भूत्वा असंवीतः नाम अङ्गवस्त्रं नास्ति इति चिन्तयामि खलु किमपि उत्तरीयरूपे किमपि नासीत्, केवलं अधः वस्त्रमेव धृतवान् इति. असंवीतः इति तस्य आवरणं कर्तुं किमपि न आसीत् इति, उत्तरीयं असंवीतः नासीत्. संवीतः अस्तु अनाच्छादितः इति अनाच्छादित इति. सुहृच्छोकविवर्धनः सुहृत् नाम मित्राणि तेषां शोकविवर्धनः नलं दृष्ट्वा ते सर्वेपि शोकम् अनुभवन्तः निश्चक्राम ततः गतवान् राजा त्यक्त्वा सुविपुलां श्रियं महत् महतीं श्रियं त्यक्त्वा निश्चक्राम निर्गतवान् ततः राजा दमयन्त्येकवस्त्र दमयन्त्या दमयन्ती एकवस्त्र अथ एकवस्त्र दमयन्ती गच्छन्त सापि एकवस्त्र सापि भूत्वा. हा एकवस्त्र भूत्वा गच्छन्तं पृष्ठतः अन्वगात् अनुजगाम अनुगच्छ अनुगतवती अनुगतवती. गच्छन्तं तकं नलं पृष्ठतः अनुगतवती सः नलः तया दमयन्त्या बाह्यतः सार्धं तया सार्धं तया सह त्रिरात्रं नैषधः अवसत् तत्र एव तस्मिन् नगरस्य बहिः राज्यस्य वा परिसरे एव रात्रित्रयं तत् त्रिरात्रं अतः बाह्यतः इति तत् उषितवान् राज्यात् बहिः परन्तु परिसरे एव परिसरे एव उषितवान् अवसत्. अग्रिम नूतन अत्र स्मः, क्षम्यताम्, अद अत्र अद स्मः. पुष्करस्य लक्ष्मीरण्य भवतः अग्रिमः. ओ एवं पुष्करस्तु महाराज घोषयामास वै पुरं नले यः सम्यगातिष्ठेत् नले यः सम्यगातिष्ठेत् स गच्छेत् पद्यतां मम पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च पौरारतस्य सत्कारं कृतवन्तो युधिष्ठिरः युधिष्ठिर स तथा नगराभ्यासे सत्कारार्हो न सत्कृतः त्रिरात्रमुषितो राजा जलमात्रेण वर्तयन् पीड्यमानः क्षुधा तत्र फलमूलानि कर्षयन् प्रातिष्ठत ततो राजा दमयन्ती तमन्वगात्। सोऽपि अग्रे वा। आम् एकम् क्षुधया पीड्यमानस्तु नलो बहुतिथेहनी अपश्यच्छकुनान् कांश्चित् हिरण्यसदृशच्छदान्। तर्हि हे महाराजा, पुष्करः तु महाराजः पुष्करः तु पुरं घोषयामास, एवं घोषणां तत्र कृतवान्। महाराजा इति सम्बोधनम् सम्बोधनम् अस्तु, महाराजा पुष्करः तु एवं घोषयामास पुरं, नले यः सम्यग् आतिष्ठेत्, आम् आतिष्ठेत् अतिष्ठेत् आतिष्ठेत् एव आम् क्षम्यताम् आतिष्ठेत् सः अपि मम वध्यतां गच्छेत् सः, नाम तं कोऽपि सम्यक् तं सत्कारं अतिष्ठेत् करोति। वा अथवा तस्य आश्रयं तदस्ति किं तावदेव आतिष्ठेत् नलस्य साहाय्यं करोति चेत् इति अर्थः आम् आम् आम् सः तत्र वध्यतां गच्छति। अनन्तरं पुष्करस्य तु वाक्ये, तस्य पुष्करस्य वाक्येन विद्वेषणेन च पौराः नलस्य सत्कारं न कृतवन्तः। यद्यपि सः सत्कारार्हः आसीत् तथापि अपि न न कृतवन्तः। कृतवन्तः सः तथा सत्कारार्हः, यद्यपि सत्कारार्हः, सः नगराभ्यासे न सत्कृतः नलः। त्रिरात्रम् उषितः सः राजा जलमात्रेण वर्तयन् सः आसीत्। एवम् उषितः, जलमात्रेण उषितः, केवलं जलं पीत्वा सः त्रिरात्रं यापितवान्। पीड्यमानः क्षुधा तत्र फलमूलानि कर्षयन्, कथञ्चित् प्राय वनात् फलमूलानि कर्षयन् प्रातिष्ठत ततः राजा दमयन्ती तम् अन्वगात्। क्षुधा पीड्यमानः तत्र सः फलमूलानि कथञ्चित् कर्षयन् सः प्रातिष्ठत, ततः दमयन्ती अपि तम् अन्वगात् अनुगतवती। क्षुधया पीड्यमानस्तु नलः बहुतिथे हनि अपश्यत् शकुनान् कांश्चित्। सः बहुतिथे हनि, अहनि नाम दिने दिने दिनानि हा दिनानि हा सः अत्र मम समीपे आसीत् तस्य बहुतिथ अथवा बहुतिथि इति पदमस्ति तस्य अर्थः कः इति पश्यतां दृश्यतां कुत्र कोशे महोदय मया न अत्र प्राप्तं पूर्वमपि आगतं कुत्रापि बहुतिथि इत्यस्य अर्थः कः महोदय अत्र अन्यः अपि प्रश्नः अस्ति तत्र दशमे श्लोके तत्र नगराभ्याससत्कारार्हः नगराभ्यासः इत्युक्ते किम् अभ्यासः इत्युक्ते प्रदेशः सा नास्ति शकारः भवति तालव्यशकारः अभ्यास इत्युक्ते परिसरः प्रदेशः नगरस्य एव कश्चन प्रदेशः प्रायः परिसरः इति अपि भवति नगरप्रदेशे इति अस्तु अत्र इत्युक्ते बहु तत्रैव आसीत् किन्तु तस्य सत्कारं न कृतवन्तः इति आम् सः सत्कारः अभवत् चेदपि नगरे न सः न सत्कृतः नाम अतः बहूनि बाह्यतः बहुतिथः इत्यत्र बाह्यतः बहूनां क्षम्यताम् क्षम्यतां महोदय बहुतिथः इत्यस्य अर्थः बहूनां पूरणः तत्र किम् अस्ति अनेकसङ्ख्याते इति ओहो अनेकसङ्ख्यात् अनेकदिनानि इति अनेकानि अनेकानि दिनानि दिनानि। इति एव अहनि एकमेव एकवचनमेव भवति बहुतिथे बहुतिथे अहनि इत्युक्ते अनेकानि अनेकानि दिनानि अनेक दिनानि मेनिफोल्ड इति क्षुधया अस्तु अस्तु पीड्यमानः पीड्यमानः तु अस्तु सः शकुनान् अपश्यत् कांश्चित् कांश्चित् हिरण्यसदृश छदान छदान। छदान तस्य छदान इति पक्षद्वयं न छदान इत्युक्ते पक्षं पक्षाणि शकुनपक्षिः पक्षिणः भवन्ति खलु शकुनपक्षी इति का पक्षिविशेषः इदानीम् अत्र शकुन्ता अथवा शकुना इति वदामः इदानीं विश्वामित्रमेनक शकुन्तला अस्ति खलु यदा आमामाम् विश्वामित्रमेनकयोः पुत्री अतः सा त्यक्ता विश्वामित्रेण अपि मेनकया अपि त्यक्ता तदा शकुनपक्षिणः एव तं शिशुं किञ्चित् कालं यावत् आहारं दत्त्वा पोषयित्वा अनन्तरमेव कण्वऋषि आश्रमे सा गता तादृशशकुनान् पक्षीन् दृष्ट्वा पक्षिणः क्षम्यतां पक्षिणः दृष्ट्वा के पश्यति ते पक्षिणः कथम् आसन् इत्युक्ते तेषां हिरण्यस पक्षाणि हिरण्यसदृश वर्णे आसन् इति भवितुम् अर्हति तादृशपक्षिणः सः अपश्यत् सन्ध्या भगिनी भवत्याः स चिन्तयामास तदा निषाधाधिपतिर्बली अस्ति भक्ष्यो ममाद्यायं वसुचेदं भविष्यति ततस्तान् परिधानेन वाससा स समावृणोत् तस्य तद्वस्त्रमादाय सर्वे जग्मुर्विहाय सा उत्पतन्तः खगा वाक्यम् एतदाहुस्ततो नलं दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखं वयमक्षासु दुर्बुद्धे तव वासो जिहीर्षवः आगता न हि नः प्रीतिः स वाससि गते त्वयि इतोपि वा एकं तान् समीपमगत् तान् समीपगतानक्षान् आत्मानं च विवाससं पुण्यश्लोकस्तदा राजन् दमयन्तीमथा ब्रवीत् तर्हि सः चिन्तयामास तदा निषाधाधिपतिः बलिः अस्ति भक्ष्यः मम अद्य अयं वसु च इदं भविष्यति तर्हि इदानीम् अत्र एतावत्पर्यन्तं तु सः फलमूलानि कन्दानि एव खादन् आसीत् इदानीं चिन्तयति अद्य भक्ष्यम् अस्ति एतान् पक्षिणः खादितुं शक्नोमि वसु च इदं भविष्यति इत्युक्ते किं तत्र तत् ऐश्वर्य इदानीं तावत् पीडितः तावान् पीडितः आसीत् क्षुधया बुभुक्षया खलु अतः पक्षिणः दृष्ट्वा बहु ऐश्वर्ययुक्तम् इति सः चिन्तयति अद्य अयमेव वसु इदं भविष्यति इति तर्हि इदानीं तान् परिधानेन वाससा इत्युक्ते येन वस्त्र यद् वस्त्रं तेन न धृतम् उत्तरीयवस्त्रेण समावृणोत् उत्तरेण सः तत्र किं समावृणोत् गृह्णातुं अपि च किन्तु ते पक्षिणः किं कृतवन्तः तद् वस्त्रं स्वीकृत्य सर्वे आकाशे एव पुनः गतवन्तः अपि च उत्पतन्तः खगाः ते पक्षिणः किम् उक्तवन्तः नलम् इति चेत् नलं दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनम् अधोमुखं तर्हि नलः दीनः अधोमुखः दिग्वासाः अपि आसीत् तस्य दिक्के दिक् दिशः एव तस्य वस्त्राणि इव दिग्गे आसन् इत्युक्ते इत्युक्ते यत् वस्त्रं धृतम् आसीत् तेन सह तत्र पक्षिणः गृह्णामि इति चिन्तितवान् तथा प्रयत्नं कृतवान् किन्तु तर्हि एते लज्जया पक्षिणः सह अधोमुखम् आसीत् इति तर्हि इदानीं ते वदन्ति वयम् अक्षाः सुदुर्बुद्धे सुदुर्बुद्धे इति तर्हि सः सर्वदा तथा एव सुदुस्सहम् इति वदन्ति तत्र सु इति शोभनम् इति अर्थः न अत्यन्तम् इति अर्थः भवति अत्यन्तं दुर्बुद्ध वयम् दुर्बुद्ध अक्षाः तः वासः जिहीर्षवः तव वासांसि अपि वयं परिहर्तुं हन्तुम् हर्तुमेव हर्तुम् वयम् आगताः इति. इच्छामः, आगताः नहि नः प्रीतिः, सवाससि गते गते त्वय्या। त्रियो वस्त्रेण सह भवान् गच्छति चेत् अस्माकं तस्य सन्तोषः नास्ति इति, अतः विवस्त्रं कुर्मः इत्येव वयम् एवं कृतवन्तः अस्तु अस्तु, तान् विवस्त्रं समीप कर्तुमेव ते इच्छन्ति इति. वयम् आगताः अक्षः विवस्त्रं कर्तुमेव इति। त्वयि सवाससि गते नः प्रीतिः न, अतः एव आगता. तान् समीपगतान् अक्षान् आत्मानं च विवाससं, पुण्यश्लोकः तदा राजन् दमयन्तीम् अथ अब्रवीत्। तान् एतत् सर्वं समीपमागतान् अपि च आत्मानं च विवाससं दृष्ट्वा अत्र किम चिन्तयित्वा दृष्ट्वा इति तत्र अस्माभिः अध्याहार्यम् इति भाति। तद् आं दृष्ट्वापि चिन्तयित्वा किमपि भवितुम् अर्हति. इति सः दमयन्तीं किमपि उक्तवान् इति। अग्रे वदति. शान्ति भगिनी भवति। येषां अत्र प्रको साधारणतया इदानीम् अथ इति इत्यादीनां अर्थः अस्ति एव. अथ इत्युक्ते यत् अनन्तरम् इति, अनन्तरं तद् फालोयिङ्ग् इति अर्थः भवति. इति वदति इत्युक्ते यत् सः उक्तवान् अथवा इतोपि वदति तस्य सारांशम् इति विदिन् कोटेशन्स् भवति खलु, तदा इति भवति. पूर्वमुक्तं चेत् इति वदामः, अनन्तरं वदिष्यामः चेत् अथ इति, वदामः चेत् इति अथ इति। यदथ एव एकैकस्य सर्गस्य आरम्भे अथ इति भवति, अनन्तरम् अन्तिमश्लोकाद् अनन्तरम् इति भवति. अस्तु अस्तु. येषां प्रकोपादैश्वर्यात् प्रच्युत्तोऽहमनिन्दिते प्राणयात्रां न विन्देयं दुःखितः क्षुधयान्वितः येषां कृतेन सत्कारम् अकुर्वन्मयि नैषधाः इमे ते शकुना भूत्वा वासोभीरु हरन्ति मे वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः भर्ता तेऽहं निबोधेदं वचनं हितमात्मनः. इतोपि एकं वा? तत्र द्वाविंशतिप्रथमपर्यन्तं अस्तु. द्वयं भूते क्षम्यताम्. द्वयं श्लोकद्वयम्. अस्तु. पूते वा तत्र? एते एते गच्छन्ति. एते एते गच्छन्ति बहवः पन्थानो दक्षिणापथम् अवन्ती मृक्षवन्तं च समतिक्रम्य पर्वतम् एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा आश्रमाश्च महर्षीणां बहुमूलफलान्विताः. तत्र येषां प्रकोपात् ऐश्वर्यात् प्रच्युतः अहम् अनिन्दिते इति, अनिन्दिते इति दमयन्तीं सम्बोधनं कृत्वा सम्बोधनं. वदन् अस्ति. येषां प्रकोपात् अहम् ऐश्वर्यात् च्युतः इदानीं प्राणयात्रां न विन्देयं क्षुधयान्वितः अहं प्राणयात्रां न विन्देयम् इत्युक्ते जीवितुमपि जीवितुमपि न जीवितुं शक्नोमि मार्गः इति, मार्गः प्राणयात्रा. नास्ति इति. येषां कृते न सत्कारम् अकुर्वन् मयि नैषधाः इमे ते शकुना ज्येष्ठाः भूत्वा एतावत् पर्यन्तं वासोभि नलः चक्रवर्तिरीत्या प्रजापरिपालनं बहु सम्यक् कृतवान् तथा प्रीतिमान् आसीत्, तावत् ते एव नैषधाः इत्युक्ते प्रजाः नैषधराज्यस्य येषां प्रजाः। कृते अहं तावत् कृतवान् इदानीं मयि सत्कारं न कुर्वन् सन्ति कुर्वन्तः नैषधाः इति. ते एव शकुनाः भूत्वा मम न वासांसि न हरन्ति न इति। न न न न शकुनः इति अक्षः तत्र. आम्, परन्तु इमे ते शकुना भूत्वा इत्युक्ते तत् अग्रिमम् एवं तस्य दुःखानि वदति सः, मम सत्कारं कर्तुं प्रजाः न आगताः, इदानीं पक्षिणः हरणमपि कृतं तैः अक्षद्वयं खलु तैः तर्हि एवं बहु दुःखित के शकुनाः भूत्वा अग्रे अक्षः अक्षाः अक्षद्वयं खलु शकुनाः भूत्वा अस्तु अस्तु उक्तं खलु तैः उक्तं खलु अस्तु वैषम्यं वासः पर वासः वैषम हरन्ति इति हृतवन्तौ इति हृतवन्तः आमाम् अस्तु आम् वैषम्यं परमं प्राप्तः दुःखितो दुःखितः गतचेतनः अहं वैषम्यं परमं प्राप्तः वैषम्यम् इत्युक्ते अत्र पुनः परिस्थितिं आमां ईदृशतीव्रपरिस्थितिं विषमपरिस्थितिं पश्य आमाम् अनन्तरं गतचेतनः दुःखितः अहं भर्ता ते अहम् इदानीं निबोध इदम् इति इत्युक्ते हितं हित भवता भव भवत्याः हितवचनं हितचिन्तकः वदामि अहं शृणोतु हितं वदामि शृणु हितवचनानि वदामि इति एते गच्छन्ति बहवः पन्थानो दक्षिणापथम् एते पन्थानः दक्षिणापथं गच्छन्तः सन्ति अन्तानः इत्युक्ते मार्गाः आमां भिन्नभिन्नप्रदेशान् प्रति मार्गाः सन्ति इति तत्र अवन्तीं वृक्षवन्तं च समतिक्रम्य पर्वतं पर्वतं समतिक्रम्य अवन्तीं वृक्षवन्तम् अवन्तीं गच्छन्ति एते पन्थानः अहं एष चिन्तयामि वृक्षवन्तम् इति वृक्षवान् इति पर्वतः इति अनन्तरम् अवन्तीमपि अवन्ती इति राज्यम् अस्ति मन्ये अत् तौ समतिक्रम्य मार्गाः अवन्तीं गच्छन्ति समतिक्रम्य दक्षिणापथं गच्छन्ति अस्तु चिन्ता प्रायः पन्थानः दक्षिणापथं गच्छन्ति दक्षिणापथमिति दक्षिणदेशे यानि यानि राज्याणि सन्ति तत् सर्वाणि आहत्य दक्षिणापथम् इति वदन्ति दक्षिणापथमिति वदन्ति एषः विन्ध्यः महाशैलः पयोष्णी च समुद्रगा तत्र सर्वं विन्ध्यशैलः दर्शयति विन्ध्यपर्वतं पयोष्णीति काचन नदी नदी अस्ति सा समुद्रगा नदी आश्रमाश्च महर्षीणां बहुमूलफलान्विताः अनेके अत्र अनेके आश्रमाः सन्ति महर्षीणाम् आश्रमाः ये बहुमूलफलान्विताः सन्ति इत्युक्ते तत्र आहारमपि अत्र आहारार्थं लभ्यते यथेच्छम् अस्ति आहारार्थम् इति अस्ति शशिमहोदय एष पन्था विदर्भाणामसौ गच्छति कोसलान् ततः परं च देशोऽयं दक्षिणे दक्षिणापथः एतद्वाक्यं नरो राजा दमयन्तीं समाहितः उवाच उवाच उवाच सकृदार्थो असकृत् इति भवति उवाच सकृदार्थो इति वसतु उवाच सकृदार्थो हि ऐमीमुद्दिश्य भारत ततः सा बाष्पकलया वाचा दुःखेन कर्षिता उवाच दमयन्ती तं नैषधं करुणं वचः उद्वेजते मे हृदयं सीदन्त्यङ्गानि सर्वशः तव पार्थिवसङ्कल्पं चिन्तयन्त्याः पुनः पुनः हृतराज्यं हृतद्वयं हृतद्रव्यं द्रव्यं हृतद्रव्यं विवस्त्रं शुश्रकमान्वितं कथं क्षुत् कथं श्रमान्वितं शुश्रमान्वितं क्षुत्श्रमान्वितं कथमुत्सृज्य गच्छेयमहं त्वां निर्जने वने एष पन्था विदर्भाणाम् असौ पन्था मार्गः गच्छति कोसलदेशं गच्छति ततः परं च देशोऽयं दक्षिणे दक्षिणापथः अतः तदेव परं स्थलानां विवरणमेव दास्यति अस्तु दक्षिणापथः इति अस्ति एतद्वाक्यं नरो राजा दमयन्तीं समाहितः उवाच उवाच सकृत् उवाच आर्तः असकृत् असकृत् असकृत् उवाच इत्युक्ते असकृत् अनेकवारम् इति सकृत् इत्युक्ते एकवारम्, असकृत् अनेकवारम् उक्तवती. नलः आर्तः नलः दैवीम् उद्दिश्य दमयन्तीम् उद्दिश्य एवम् उक्तवान् इति भारत इति सम्बोधनमस्ति. ततः सा राजा ततः सा बाष्पकलया वाचा दुःखेन कर्षिता. दमयन्ती उवाच. दमयन्ती एव खलु, बाष्पकलया वाचा दमयन्ती एवम् उवाच दमयन्ती नैषधं प्रति एवं वदति. करुणं वचः उद्वेजते मे हृदयं, दमयन्ती एवं वदति उद्वेजते मे हृदयं, सीदन्ति अङ्गानि मम अङ्गानि अपि सीदन्ति सर्वशः. उद्वेजते नाम उद्विग्नं भवति इति, हृदयम् उद्विग्नं उद्विग्नं भवति इत्युक्ते जानाति खलु, एगनैज् इति, अनन्तरं बहु रेस्लेस् इति, तत् कम्पते, दुःखेन कम्पते, एवं सर्वं भवति. पार्थिव भवतः तव सङ्कल्पं चिन्तयन्ती अहं चिन्तयन्त्याः पुनः पुनः यस्य यः राज्यमपि हृतवान् नष्टम् अभवत्, यस्य राज्यमपि नष्टम् अभवत्, यस्य धनमपि नष्टं जातं, वस्त्रमपि गतं, क्षुत् श्रमान्वितम् अस्ति नलं दृष्ट्वा इति. बुभुक्षया बाधितः अस्ति इति वा, आम्, कथम् उत्सृज्य बुभुक्षया गच्छेत्, श्रमेण सह श्रान्तः भूत्वा सः अस्ति इति. तादृशं त्वं त्वां कथम् उत्सृज्य गच्छेयं चेत्, कथं त्वां त्यक्त्वा कथम् अहं गच्छेयं, निर्जने वने कथम् अहं गच्छेयं, निर्जनं वनं कथं गच्छेयम्. सुधा भगिनी भवत्या. अने घोरे महाराज श्रान्तस्य श्रान्तस्य इति. हा क्षम्यतां, श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखं, वने घोरे महाराज नाशयिष्याम्यहं क्लमं, न च भार्या समं किञ्चिद् विद्यते भिषजामतम्, औषधं सर्वदुःखेषु संयमेतद् ब्रवीमि ते. सत्यमेतत्. सत्यं क्षमतां, सत्यमेतद् ब्रवीमि ते. नल उवाच एवमेतत् एवमेतत् यथात् अथवा किमस्ति, यथा तत्त्वं त्वम् अथ अथ इति उक्तवान् इति मधुर, त्वम् इति मध्यमपुरुषः, अतः अर्थ. अथ दमयन्ती सुमध्यमे नास्ति भार्या समं मित्रं, नरस्यार्तस्य भेषजं, न चाहं त्यक्तु कामस्त्वां, किमलं भीरु शङ्कसे, त्यजेयहम् आत्मानं, न चैव त्वां निन्दिते. तावदेव खलु, त्वाम् अनिन्दिते. त्वाम् अनिन्दिते दमय. अग्रिममपि पठनीयं किम्? आं महोदय, तावत्पर्यन्तम् उक्त्वा अनन्तरं पठतु. श्रान्तस्य ते क्षुधा आर्तस्य चिन्तयान् अस्य तत्सुखं खलु, वने घोरे हे महाराज नाशयिष्यामि अहं क्लमं. क्लमम् इत्युक्ते किम्? श्रान्तता, क्लान्तता इति, श्रमं क्लमम् इति, क्लम क्लान्तः श्रान्त इति भवति खलु, तत्र दुःखेन शुष्कः भवन्ति चेत् तस्य क्लमम् इति. चिन्तयानस्य इति शानजन्तम् अस्ति खलु, क्षमता, चिन्तयानस्य चिन्तयमानस्य इति भवितव्यम्, अकारान्तं खलु. चिन्तया सस्य चिन्तयानः अत्र मनोभारः भवति, अनन्तरं शरीरस्य अपि अहितं भवति खलु कदाचित्. अनन्तरं तत्र तु शरीरवेदनायाः अपेक्षया मनोवेदनायाः एव बाधा अधिका भवति. तादृशी स्थितिः क्लमः इति भवति. चिन्तयानस्य इति पदम् आर्षप्रयोगः इति तत्र चिन्तयति, चिन्तयाना इति चिन्तयमानः इति भवति, आनवम् आने मुक् एवं सूत्रमस्ति, पठ्यमानः गम्यमानः, तत्र सर्वत्र मुक् इति प्रत्ययः, आगमः चिन्तयमानस्य भवति, चिन्तयमानः भवति, प्रायः तत्र गणद्वये भवति किं चिन्तयति इति, दशमे गणे भवति, यत्रापि भवतु अन्यत्र अकारान्तमेव अपि भवति ककारः अङ्गमे, मुखागमः भवति. मुखागमः भवति सर्वत्र, आर्षप्रयोगः चिन्तनीयं प्रायः. न च भार्या समं किञ्चित् विद्यते भिषजां मतम् औषधं सर्वदुःखेषु सत्यम् एतत् ब्रवीमि ते. भार्या समम् औषधं किमपि किञ्चित् न किञ्चिदपि न विद्यते इति भिषजां मतं, यतः सर्वदुःखेषु सा एव निश्चयेन सत् औषधं भवति इति. पुनः उवाच, एवम् एतत् यथात् यथा त्वम् अथ दमयन्ति यथा तत्र एकवाक्यं. था इति अस्ति खलु अन्ते, एवं कीदृशं धातुः कः भवति आत्रे? आह आह इत्यस्य धातुः पञ्चानां कः? आहो ब्रू ब्रोह धातुः इति. एव आह भवति खलु भगिनि, ब्रू आ धातुः एव पञ्चरूपाणि यावत् आह आहतुः आहुः इति भवति. आहु कुत्र स्था एव अस्ति खलु, एतद् एवम् एतद् रूपमस्ति यथात् यथा पृथक्रीत्या पृथक्रीत्या आह इति इत्यस्य धातुः अस्ति वा समानरूपाणि इति न वर्णनम् जाने नाम. तत्र ब्रू अस्ति. इत्येव कानिचन प्रथमपुरुषे त्रयं वचनत्रयम्, अनन्तरं मध्यमपुरुषे द्वयम् इति मन्ये आह इति भवति. तत्र यथा आर्थ इति, त्री फोर एटी तस्य फोर मध्यमपुरुषे आर्थ इति रूपं, त्वम् आर्थ. त्वम् आत दमयन्ति सुमध्यमे दमयन्ति. सुमध्यमे दमयन्ति त्वम् एवं यत् यथा आथ अथ एतत् यथा आथ तत्र भार्या समं तस्य मित्रम्. उत्तरं ददामि इति. अतः भार्या समं मित्रं नास्ति नरस्य आर्तस्य नरस्य इति भेषजं, भेषजं मित्रं नास्ति इति. क्षम्यतां, भार्या समं भेषजं नरस्य आर्तस्य नरस्य नास्ति इति वदन्ति इति अहं जानामि इति. भिषजां मतं खलु, भिषक् नाम वैद्यः, भेषजं भेषजम् इत्युक्ते इति न औषधम् इति, भेषजम् इत्युक्ते औषधम् इति, पूर्वम् भेषजं आगतं नास्ति, खलु भिषजां मतम् भिषजिति इति कुत्र अपि, भिषजिति वैद्यः भिषजिति भेषजम् इति वैद्यः औषधम्. न च अहं त्यक्तु कामः त्वां किं किं मलम् किम् अलम् अलम् भीरुशङ्कसे त्यजेत् त्यजे त्यजये किं त्यजयेय अहम् आत्मानं न त्यजेयम् त्यजेयम् अहम् आत्मानं न च एव त्वां निन्दते अनिन्दते. अहम् आत्मानं त्यजेयं परन्तु त्वां न न त्यजेयम् त्यजेयम् अनिन्दते इति वदति. इतोपि एकमस्ति भगिनी, पठतु प्राणादिति कामः भया इति. त्यक्तु कामः. दमयन्ति उवाच, यदि मां त्वं महाराज न विहातुं हेच्छसि तत् किमर्थं विदर्भाणां पन्था समुपदिश्यते. यदि मां त्वं हे महाराज, यदि मां त्वं न विहातुं इह इच्छसि विहातुं इह न विहातु इच्छसि इच्छसि तत् किमर्थं विदर्भाणां पन्थाः तत् किमर्थं समुपदिश्यते. तत् मार्गं किमर्थं तस्मिन् विषये वदति इति, विना कारणं किमर्थं वदति, अहं सः एव आगच्छामि खलु, पृथक्रीत्या मार्गं किमर्थं वदति इति. सर्वैः पठितं वा? सर्वेषां पर्यायः जातः. अग्रे पुनः पठामि तर्हि. अवै मीचाहं नृपते न तु मां त्यक्तुमर्हसि चेतसा त्वपर् त्वपकृष्टे त्वपकृष्टेन कृष्टेन. मां त्यजेथा महीपते पन्थानं हि ममा भीक्ष्णम् मा भीक्ष्णम् आख्यासि च नरोत्तम अतो निमित्तं शोकं मे वर्धयस्य मरोपम यदि चायम् अभिप्रायः तव ज्ञातीन् व्रजेदिति सहितावेव गच्छावः विदर्भान् यदि मन्यसे राजः विदर्भराजस्तत्र तत्र त्वां पूजयिष्यति मानद तेन त्वं पूजितो राजन् सुखं वत्स्यति नो गृहे अहम् अवैमि इति अहम् अवगच्छामि हे नृपते अहम् अवगच्छामि त्वं मां त्यक्तुं न अर्हसि इति अवगच्छामि चेत् मम चेतसा मम तु अपकृष्टेन मां त्यजेताः महीपते न अपकृष्टेन मनसा चेतसा चेतसा अपि मां न त्यजति इति खलु हे महीपते भवान् न त्यजति पन्थानं हि मम अभीक्ष्णाम् अभीक्ष्णम् इत्युक्ते पुनः पुनः इति मम पन्थानम् अभीक्ष्णं किमर्थं पुनः पुनः आख्यासि इदानीं मार्गान् वदति खलु किमर्थं विना विना कारणं किमर्थं मार्गान् वदति वदसि अहं त्वया सह एव आगच्छामि खलु अतः एव निमित्तं मम शोकं अतः निमित्तमेव वर्धयते शोकं वर्धयसि इति मरोपम इति अमरोपम अमरोपम अमरोपम वर्धयसि अमरोपम अस्तु अस्तु यदि च अयम् अभिप्रायः तव ज्ञातीन् व्रजेत् इति यदि ज्ञातीन् व्रजेत् इति तव अभिप्रायः अस्ति तर्हि गच्छतु इति अभिप्रायः चेत् पूर्वमेव पुत्रद्वयं प्रेषितवती एव मामपि मम ज्ञातीन् प्रति व्रजेत् अहमपि व्रजेयम् इति अथवा सा एषा अपि ज्ञातीन् प्रति पितुः गृहं वरेदिति अभिप्रायः तव यदि तथा अस्ति चेत् सहितौ एव गच्छावः आवाम् उभौ गच्छावः विदर्भान् गच्छामः यदि भवान् एवं चिन्तयति चेत् विदर्भराजः तु भवन्तं पूजयिष्यति हे मानद इति तेन त्वं पूजितः राजन् तत्र सुखेन तत्र वासं करिष्यति अस्माकं अस्माकं गृहे इति नः गृहे नः गृहे वासं करोति इतोपि पञ्चदशनिमेषाः सन्ति तावदेव अस्ति न नास्ति अस्ति आम् अत्र अस्ति अध्यायः समाप्तः वा समाप्तः तदा इतोपि श्लोकः दृष्टः तत्र लघु आसीत् तर्हि अत्र समाप्तः तदनन्तरम् अत्र नूतनः अस्ति अतः अग्रिमध्यायः वा तत्र समाप्तः इति तत् किमपि कापि सूचना न आसीत् इति अत्र अनुवर्तनं इतोपि अनुवर्तनमस्ति तस्याः ओ नल उवाच नल उवाच कः पठिष्यति विवेक महोदय उत लक्ष्मीनारायण महोदय नल उवाच यथा राज्यं तव पितुः तथा मम न संशयः न तु तत्र गमिष्यामि विषमस्थ कथञ्चन कथं समृद्धो गत्वाहं तव हर्षविवर्धनः परिच्युतो गमिष्यामि तव शोकविवर्धनः वदतु अनन्तरं पुनः अग्रिमश्लोकान् यथा राज्यं पितुः तव पितुः तथा मम न संशयः न तु तत्र गमिष्यामि विषमस्तः कथञ्चन अस्तु अहं तव पितुः राज्यं न गमिष्यामि न विषमस्थः विषमस्तः इत्युक्ते इदानीम् ईदृशी विस्तृति विषमस्थितौ अहम् अस्मि इति कारणात् तत्र गन्तुं न इच्छामि. कथं समृद्धः गत्वा अहं तव हर्षविवर्धनः परिच्युतः गमिष्यामि तव शोकविवर्धनः कथम् अहं तत स्वयंवरस्य समये हर्षस्य आधिक्यं कर्तुमेव गतवान्, इदानीम् एवं सर्वं नष्टः भूत्वा शोकं वर्धयितुं कथं गच्छामि इति. बृहदश्व उवाच इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः सान्त्वयामास कल्याणीं वाससोर्ध्वेन संवृतां तावेकवस्त्रसंवीता वठमाना वितस्ततः तत्र यतिः न भवति, तौ इति यथा भवति तथा एव संवीतौ अटमानः इति अतः युगपत् पठतु, तावेकवस्त्रसंवीता वटमाना वितस्ततः इति युगपत् पठतु. तावेकवस्त्रसंवीता वटमाना वितस्ततः क्षुप्तिपासा परिक्षान्तौ सभां काञ्चिद् उपेयतुः तां उपसंप्राप्य तदा स निषधाधिपः वैदर्भ्यासहितो राजा निषसादमहीतले इति ब्रुवन् नलः राजा दमयन्तीं पुनः पुनः इति नलः इति ब्रुवन् सान्त्वयामास कल्याणीं सान्त्वयामास वाससोर्धनसंवृतां वाससोर्धन अर्धवाससर्धवस्त्रमेव धृतवती खलु सा अपि, तेन संवृतां मध्ये कल्याणीं सान्त्वयामास. सान्त्वयामास तौ एकवस्त्रसंवीतौ अटमानौ अटमानौ इतस्ततः इतस्ततः. इतस्ततः क्षुप्तिपासा परिक्षान्तौ क्षुप्तिपा क्षुप्तिपा क्षुप्तिपिपासा परिश्रान्तौ सभां काञ्चित् उपे उपे उपेयतुः उपेयश्रान्तवन्तौ इति तत्र कञ्चित् मण्डपम् इत्यपि वदन्ति अत्र, सभाम् इत्युक्ते प्रायः अङ्गणरीत्या किञ्चन स्थलमस्ति तत्र उपेयतुः सभाम्. तां सभाम् उपसंप्राप्य तदा सः निषधाधिपः निषधाधिपः. वैदर्भ्यासहितः राजा निषसाद महीतले निषसाद भूतले उपविष्टमान. स वै विवस्त्रो विकटो मलिनः पांसुगुण्ठितः दमयन्त्या सह श्रान्तः सुष्वापधरणीतले दमयन्त्यपि कल्याणी निद्रयापहृता ततः सहसा दुःखमासाद्य सुकुमारी तपस्विनी सुप्तायां दमयन्त्यां तु नलो राजा विशाम्पते शोकोन्मथितचित्तात्मा न श्मशेते यथा पुरा सतद्राज्यापहरणं सुहृत्यागं च सर्वशः वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयितवान् किन्नु मे स्यादिदं वे इवान् पेयिवान् किन्नु मे स्यादिदं कृत्वा किन्नु मे स्यादकुर्वतः किन्नु मे मरणं श्रेयः परित्यागो जनस्य वा. तर्हि अत्र स विवस्त्रः विकटः मलिनः पांसु नाम धूलि रजोभिः सहितम् धूलिभिः कुण्ठितः आच्छादितः दमयन्त्या सह धरणीतले सुष्वाप सुप्तवान् दमयन्ती अपि कल्याणी सा निद्रया उपहृता ततः सहसा दुःखम् आसाद्य सा अत्र सहसा दुःखमासाद्य युगपत् न भवेत्। सा सुकुमारी तपस्विनी कल्याणी दमयन्ती दुःखमासाद्य अनन्तरम् अतः ततः निद्रया सहसा निद्रया अपहृता। ततः नाम सा सुप्ता इति सहसा सुप्तायां दमयन्त्यां यदा दमयन्ती सुप्ता आसीत् नलः राजा विशाम्पते शोकोन्मथित चित्तात्मा तादृशः सः शोकेन मथितः उन्मत्तः उन्मथितः न शेते यथा पुरा नाम इदानीं न शेते निद्रा न आगता तस्य सः तद् राज्यापहरणं सुहृत् त्यागं च सर्वशः वने च तं परिध्वंसं प्रेक्ष्य एतत् सर्वं परिप्रेक्ष्य दृष्ट्वा चिन्ताम् उपयीवान् चिन्तां गतवान् चिन्तां प्रति बहु एवं चिन्ता जाता तस्य किन्नु मे स्याद् इदं कृत्वा किं मम किं भवेत् किं नु मे स्यात् अकुर्वतः अतः अकुर्वत अत्र कृत्वा किं स्यात् अकुर्वतः किं स्यात् किं स्यात् अतः इदानीं तस्य पश्चात्तापः भवति। अहं किं कृतवान्? द्यूते सर्वं मम नष्टम् अभवत् खलु, मम एव दोषः इति। इदानीं किमपि न कुर्वन् अस्मि इति, किमपि मया करणीयं, परन्तु किमपि कर्तुम् अहम् असमर्थः अस्मि, अतः किं नु मे स्यात्। एवं ये एतादृशौ स्थितौ मम प्राणत्यागः एव वरम् इति सः चिन्तयति, अतः मम किं प्रयोजनम् इति। किं नु मे मरणं श्रेयः परित्यागः जनस्य वा नाम मरणं श्रेयः वा अथवा जनस्य परित्यागः श्रेयः वा इति किं करणीयम् इदानीं? मम मरणं श्रेयः वा श्रेयः अथवा जनस्य? इत्युक्ते इत्यत्र दमयन्त्याः इति अर्थः। इत्यः दमयन्त्याः परित्यागं कृत्वा मया कुत्रापि गन्तव्यं वा इति। हरि महोदय, कुत आरभ्य मामियम् मामियं ह्यनुरक्तैवं दुःखमाप्नोति मत्कृते मद्विहीना प्रियं गच्छेत् कदाचित् स्वजनं प्रति मयि निःसंशयं दुःखम् इयं प्राप्स्यति अनुव्रता। प्राप्स्यत्यनुवृता उत्सर्गे संशयः स्यात्तु विन्देतापि सुखं क्वचित् सविनिश्चित्य बहुधा विचार्य च पुनः पुनः उत्सर्गं मन्यते श्रेयः दमयन्त्या नराधिपः नराधिपा नराधिपः तेजसा। न चैषा तेजसा शक्या कैश्चिद्धर्षयितुं पथि यशस्विनी महाभागा मद्भक्तेयं पतिव्रता कियत्पर्यन्तम् अन्यदेकं किम् एवं तस्य तदा बुद्धिर्दमयन्त्याम्न्यवर्तत कलिना दुष्टभावेन दमयन्त्या विसर्जने माम् इयम् अत्र इतोपि एकः श्लोकः वर्तते किं? किञ्चित् दृश्यते अथवा तस्य प्रथमभागः वा? प्रथमभागः ओ न, अत्र अध्यायस्य पूर्णता श्रीमद्महाभारते इति अन्ते आगच्छति खलु। अस्तु अस्तु। माम् इयम् एषा इयं नाम एषा अनुरक्ता प्रीतिः अस्ति मयि एवं दुःखमाप्नोति मत्कृते एवम् अनेन प्रकारेण मत्कृते मम कृते दुःखं प्राप्नोति मद्विहीना यदि अहं गच्छामि चेत् तु इयं तर्हि एषा गच्छेत् कदाचित् स्वजनं प्रति स्वजनस्य गृहं प्रायः गच्छेत् मयि निस्संशयं संशयं विना मयि नाम नले दुःखम् एषा प्राप्स्यति अनुव्रता अनुव्रता प्राप्स्य। एषा अनुव्रता अनुवर्तिनी निस्संशयं संशयं विना तस्य कारणेन दुःखं प्राप्नोति. मम विरहे सः दुःखं प्राप्नोति एव इति. मयि निस्संशयं दुःखं यं प्राप्ति प्राप्स्यति अनुव्रता. उत्सर्गे संशयः स्यात् तु विन्देतापि सुखं क्वचित्. क्वचित् उत्सर्गे संशयः स्यात् विन्देत नाम प्राप्नोति सुखं क्वचित्. तस्य ऊहा अस्ति, यद्यपि अहं तां त्यक्त्वा गच्छामि, सा मम त्यागे संशयः भवति चेदपि क्वचित् कुत्रापि गत्वा, इत्युक्ते पितुः गृहं क्वचित् गत्वा, सुखं सुखं विन्देत. निश्चयेन विन्देत इति. उत्सर्गे नाम तस्य गमने संशयं स्यात् संशयः स्यात् किन्तु सुखं क्वचित् कुत्रचिदपि प्राप्नोति अन्यत्र. स विनिश् उत्सर्गः त्यागः भवेत् खलु, त्यागे न तु गमने, त्याग त्यागे. उत्सर्ग सः विनिश्चित्य नलः विनिश्चित्य एवं निश्चयं कृत्वा बहुधा बहुवारं विचार्य विचारं कृत्वा स पुनः पुनः पुनः पुनः उत्सर्गं मन्यते श्रेयः. उत्सर्गमेव श्रेयः उत्सर्गमे श्रेयः मन्यते. मन्यते. कस्याः उत्सर्गं? दमयन्त्याः दमयन्त्याः उत्सर्गं उत्सर्गं श्रेयः श्रेयः मन्यते मन्यते. नराधिप सम्बोधनं. न च एषा तेजसा न शक्या कैश्चित् हर्षयितुं पथि पथि मार्गे. एकाकिनी महिला एकाकिनी गच्छति चेत् तस्याः अपायाः न आगच्छन्ति वा इति सः एव पुनः पुनः प्रश्नं चिन्तयति, उत्तरमपि सः एव अनुवर्तयति एव. अतः सा महू पतिव्रता तेजस्विनी, अतः तां दर्शयितुं कैश्चिदपि न शक्यते इति. अतः हर्षयितुं न खलु धर्षयितुं. दर्शयितुं कैश्चित् समासः दर्शयितुम् इति. धर्षयितुं वा हा इति अस्ति चेत् समानमेव भवति रूपम्. अस्तु किमर्थम् इत्युक्ते सा पतिव्रता इति कारणेन. एवं तस्य तदा बुद्धिः दमयन्त्यां न्यवर्तत निवर्तिता बुद्धिः दमयन्त्यां तस्यां कलिना दुष्टभावेन दमयन्त्या विसर्जने दमन्त्याः विसर्जने बुद्धिः बुद्धिः न्यवर्तत. निवर्तत. तत्र कलिप्रवेशः अभवत् खलु तस्य शरीरे, अतः एवं बुद्धिमान्द्यमपि भवति, बुद्धिहीनता भवति सर्वं तेन कारणेन एव इति. संध्या भगिनी, प्रश्नः आसीत् तत्र दर्शनम् इत्युक्ते हानिः इति इत्यस्मिन् अर्थे वा? दर्शनम् इत्युक्ते तत्र बाधा जनयितुं जयन् बाधां जनयति खलु तस्य दर्शनम् इति, अथवा तस्याः मानस्य विषये वा अथवा शरीरस्य वा अथवा मनसः वा कस्मिन्नपि विषये बाधां जनयति चेत् दर्शनम् इति भवति. इत्युक्ते तस्याः इत्युक्ते दर्शयितुम् इत्युक्ते क्लेशयितुं न कोऽपि न कोऽपि शक्नोति इति, क्लेशयितुम् इत्यस्मिन्. यतः सा तेजस्विनी पतिव्रता अग्रे आगच्छति, तस्य उदाहरणं इदानीं चुरादिगणे अस्ति धातुः धृष इति प्रहसने. असाल्ट् असाल्ट् अथवा तथा अस्ति, वयलेशन् तथा. टु कांकर इति अस्ति. अस्तु. सोवस्त्रतामात्मनश्च तस्याप्येकवस्त्रतां चिन्तयित्वाध्यगाद् राजा वस्त्रार्धस्य अवकर्तनम्. ओ अस्तु. कथं वासो वितर्केयं न च बुध्येत मे प्रिया, विचिन्त्यैवं नलो राजा सभां पर्यचरत्तदा. परिधावन्नथ नलः इतश्चेतश्च भारत आससादसभोद्देशे विकोशं खड्गमुत्तमं, तेनार्धं वासः सश्चित्वा निवस्य च परन्तपः. सुप्तामुत्सृज्य वै दर्भीं किं प्राद्रवद्गतचेतनां प्राद्रवद्गतचेतना तद्रु इति धातु भवति तावद्वा इतोपि पठनीयं वा विंशतिः यावत् भगिनि तत् एकं पठित्वा वयं विरमामः अपि समयः ततो अपि निवृत्तहृदयः पुनरागम्य तां सभां दमयन्तीं तदा दृष्ट्वा रुरोदनिषाधाधिपः निषधाधिपः अस्तु तर्हि सरलम् एव अत्र कथम् इदानीं तत्र वस्त्राणि अपि सम्पूर्णानि न सन्ति एकमेव वस्त्रं तर्हि किं करोमि इति चिन्तयित्वा छित्त्वा किञ्चित् स्वीकरोमि इति तर्हि इतस्ततः सः दृष्टवान् एकं विकोषं खड्गम् उत्तमं सः प्राप्तवान् तस्यां सभायां तस्मात् सः तत्र तद् वाससं छित्त्वा निवस्य इत्युक्ते किं निवस्य च परन्तपः तत्र नवदशे श्लोके निवस्य इति अस्ति नवदशे अस्ति खलु वाससच्छित्वा निवस्य च निवस्य परन्तपः सुप्तामुत्सृज्य निवस्य सुप्तां ओहो वैदर्भीं सृज्य निवस्य इत्युक्ते पुटान् इति अस्तु नूतनं पुटान् इति तदेव वसुधातोः उपसर्ग परन्तु निवस्य इति वसुधातोः ततः सः निवस्य इति वासं सः परित्यज्य गतवान् इति अर्थः भवितुम् अर्हति अथवा धृत्वा इत्यपि भवति वस्य अनन्तरं स किं ततः निवृत्तहृदयः पुनः इत्युक्ते किञ्चित् निश्चिन्तः जातः इति वा किञ्चित् सान्त्वनं प्राप्तवान् वा निवृत्तहृदयः इति अथवा निर्दयः इति वा न पुनः आगम्य खलु निवृत्तहृदयः इत्युक्ते भगिनि पुनः एतत् दुःखम् अनुभूय इत्येव भवति भगिनि एतत् सर्वं त्यक्तवती श्लोकं भगिनि न तत् किञ्चित् अहं संक्षेपेण उक्तवती एव संक्षेपेण उक्तवती संक्षेपेण उक्तवती अस्तु अस्तु समीचीनं तर्हि तत्र किमपि नास्ति तत्र तदेव यदुक्तं तदेव सङ्कृतवान् इदानीं तत्र वासांसि नास्ति इति तथा विंशतितमं श्लोकं दर्शयति वा हा तर्हि ततः निवृत्तहृदयः पुनरागम्य तां सभां दमयन्तीं तदा दृष्ट्वा रुरोदनिषाधाधिपः तां त्यक्तुं गन्तुमपि त्यक्त्वा गन्तुमपि तस्य हृदये तादृशभावना नास्ति, परन्तु गन्तव्यं भवति यतः दमयन्तीपि तस्य कारणात् सापि दुःखम् अनुभवति इति कारणात् तद् निवारयितुमेव एवं करोति. सा एकाकी गच्छति चेत् कथमपि सः तस्य उपायं कर्तुं वा चिन्तयितुं वा अग्रे किं करणीयमिति कर्तुं वा तत्र सहायकरं भवति इति सः चिन्तयित्वा सः तादृशी चिन्तना एका चिन्तनं तादृशं चिन्तनम् एकम्. अन्यत्तु दमयन्तीपि तेन सह दुःखं न अनुभूयेत् इति तथा भवतु इति कथमपि पितुः गृहं गच्छति एव इति विश्वासः अस्ति. अतः तर्हि निवृत्तहृदयः अस्ति इति दुःखितः अस्ति इति कृत्वा रुरोद इति खलु तर्हि निवृत्तहृदयः इति किम् अस्ति महोदय किं सभोदेशे इति उद्देशः प्रदेशः इति अर्थः सभोद्देशे तस्मिन् तत्र सभा आसीत् इत्युक्ते मण्टपरीत्या कश्चन स्थलम् आसीत् खलु तस्मिन् स्थले विकोषं खड्गं कोशरहितं खड्गम् एकम् आसीत्. अस्तु वाससम् अर्धं वाससं चित्वा निवस्य इत्युक्ते धृत्वा इत्येव अर्थः अत्र. आमां धृत्वा गतचेतनां प्रादवित् इत्युक्ते गतचेतना इति न केवलं निद्रायां सा पूर्णतया मग्ना अस्ति, निद्रामग्ना आसीत् सा, तादृशगतचेतनां वैदर्भी उत्सृज्य. अत्र किमर्थं वितर्केयम् इति, वासः कथं वासः वितर्केयम् इति किमस्ति? विकर्तेयं, कर्तेयं, कर्तय्यं कर्तनं कथं करोमि इति. कर्तय्यं कुतः कर्तय्यं कर्तयति? तस्याः तस्य वासस्य सा एव. धरति खलु, सा ओ ओ धृतवती. तस्याः वासः अस्ति. तत्र एव, तत्र एव क्षिप्त्वा सा तस्य उत्तरीरूपेण तत् सः उपयुज्य गच्छति अग्रे गन्तव्यम् इति. अत्र स्थगयामः. हा, स्थगयामः, समयः समयः अतीतः अभवत्. मम चिन्ता आसीत् इदानीं कथमपि DC तः मम पुत्रः इदानीं नववादने गृहम् आगतवान्. ओ, तत्र कियान् समयः अभवत् महोदय? अस्तु, शान्तिमन्त्रं वदामः. सर्वे ॐ भवन् सर्वे भवन्तु सुखिनः, सर्वे सन्तु सर्वे सन्तु निरामयाः, निरामयाः, सर्वे सर्वे भद्राणि भद्राणि पश्यन्तु, पश्यन्तु, मा कश्चित् मा दुःखभाग् कश्चित् दुःखभाग् भवेत्. भवेत्। ॐ ॐ शान्ति शान्ति शान्ति। शान्ति शान्तिः. शुभरात्रिः, क्षम्यतां विलम्बाय. चिन्ता नास्ति, शुभरात्रि, शुभरात्रिः. धन्यवादः। शुभरात्रि, धन्यवादः शुभरात्रि, महोदय, शुभरात्रिः. धन्यवादः। Hey, one second, just.